अग्रे ग्रन्थस्योद्देशं प्रतिजानात्ययं कविः अलङ्कारेषु बालानाम् अवगाहनसिद्धये ललितः क्रियते तेषां लक्ष्यलक्षणसङ्ग्रहः इति। अलङ्कारेषु बालानाम् अवगाहनसिद्धये इति उद्देशं वदति, तथा अधिकारिणामपि परिचयं वदति बालानामिति। ललितः क्रियते तेषां लक्ष्यलक्षणसङ्ग्रहः इत्यनेन विषयमपि वक्ति। अलङ्कारेषु लक्ष्यलक्षणसङ्ग्रहः अस्य ग्रन्थस्य विषयः इति वदति। ललितः क्रियते, अयं सङ्ग्रहः ललितः भवति, मधुरं भवति इति प्रतिजानाति।